अस्तु, नमस्कारः सर्वेभ्यः. अद्यतनविषयः अस्ति सन्निकर्षस्य विषये, इतोपि गभीररीत्या. नमस्ते लक्ष्मी भगिनी वा? आम् आम् नमस्ते. नमस्ते, क्षम्यतां विलम्बः जातः. ओ चिन्ता नास्ति, भवत्या प्रतीक्षां कुर्वन् स्मः वयं. राजेन्द्रमहोदय अस्ति, सरला भगिनी अस्ति, अहमस्मि. नमस्कारः. अद्य विषयः अस्ति आरम्भे सन्निकर्षस्य विषये किञ्चित् समग्ररूपेण दृष्टवन्तः, षड्विध सन्निकर्षः इति. इदानीं तस्मिन्नेव विषये इतोपि गभीररीत्या चर्चा प्रवर्तमानः अस्ति. अत्र गते सप्ताहे किं किं पठितमिति कोऽपि स्मारयति वा? लक्ष्मी भगिनी स्मारयितुम् इच्छति वा? अस्तु प्रभु, गतसप्ताहे प्रथमं विशेषेण विशेष्य सम्बन्धः यत् अस्ति तत्र षट्विधः इति षट्विधः इति निरूपि तत् निरूपितवन्तः. तदनन्तरं शब्दज शब्द इत्युक्ते षड्विध षड्विध सम्बन्धानि विशेषण एकनिमिषं तत्र किं किं भवति इत्युक्ते विशेषण संयुक्त प्रथमं यत् पुस्तके दत्तं तत्तु विशेषण विशेषणता न तत्तु तत्र घटाभावत् भूतले भूतलं घटाभावत् इति उदाहरणं स्वीकृत्य तत् तत् अभवत्. अतः तत् तत्तु संयुक्तविशेषणसम्बन्धम् अस्ति. तत्र सन्निकर्षः संयुक्तविशेषणता इति वक्तुं शक्नुमः. अनन्तरं अन्यरीत्या वदामः चेत् घट अभावे विशेषणतया घटाभावे भूतले घटाभावः, क्षम्यतां, भूतले घटाभावः इति वदनेन तत्र सन्निकर्षः तत्र भूतले इति विशेष्यं घटाभावः इति विशेषणं भूतलं भूतलम् एव तत्र आधारः खलु अस्मिन् उदाहरणे. न घटाभावः भूतले, तत्र विशेषणं किं विशेषं किम्? घटाभावः भूतले, तत्र विशेषणं भूतलं विशेषणं घटाभावः विशेष्यः विशेषः. अतः अत्र संयुक्तविशेष्यतासम्बन्धः अस्ति. सन्निकर्षः संयुक्तविशेष्यतासम्बन्धविधमस्ति. अनन्तरं अग्रे तोयस्पर्शः उष्णत्वाभाववान्. तस्मिन् उदाहरणे स्पर्शः इति जलस्य गुणः अस्ति. प्रथमं सन्निकर्षः जलेन सह भवति, अतः संयुक्तसमवेतविशेषणता इति तादृशसन्निकर्षः अत्र सम्बन्धः. उष्णत्वाभाववान् इति तोयस्पर्शस्य विशेषणं. यदि अन्यरीत्या वदामः चेत् तोयस्पर्शे उष्णत्व अभाववान् इति अन्यरीत्या वदामः चेत् अभाववान् इति न, अभावः एव, अभावः. आं सर्, क्षम्यताम्. आं, तोयस्पर्शे उष्णत्व अभावः इति वदामः चेत् तत्र तोयस्पर्शः विशेषणम्, उष्णत्व अभावः इति विशेषणम् अत्र विशेष्यः, क्षम्यतां, तोयस्पर्शः विशेषणम् उष्णत्वाभावः विशेषणं पुनः क्षम्यतां महोदय, किमर्थं अभावः विशेष्यः, उष्ण अभावः विशेष्यः, अतः चक्षुषा प्रथमं तोयमेव चक्षुषा न त्वकेन्द्रियेण त्वकेन्द्रियेण त्वचा तोयस्पर्शमेव भवति, अतः संयुक्तसमवेतविशेष्यता सन्नि विशेषता इति सम्बन्धम् अस्ति सन्निकषः अत्र. अनन्तरं नीलत्वं शुक्लत्व अभाववान्, तत्र नीलत्वम् इति विशेष्यं शुक्लत्व अभाववान् इति विशेषणं. नीलत्वम् इति यदि घटः इति स्वीकुर्मः चेत् नीलरूपं घटस्य नीलरूपं घटस्य गुणः समवेतमस्ति. नीलत्वम् इति नीलस्य जाति नीलरूपस्य जाति, अतः तदपि नीलेन समवे नीलरूपे समवेतम्, अतः चक्षुः घटेन सन्निकर्ष घटेन संयुक्त सम्बन्ध चक्षुः घटयोः मध्ये संयुक्तसम्बन्धः. नीलं नीलमुपरि गच्छामः चेत् नीलं नीलरूपं घटेन समवेतः, नीलत्वं नीलरूपेण घट समवेतः, अतः संयुक्तसमवेतसमवेत विशेषणतासम्बन्धम् इति सन्निकर्षः अस्मिन् उदाहरणे. विशेषणता संयुक्तसमवेतसमवेतविशेषणतासम्बन्धम् अहं चिन्तवती विशेषता भवति, कारणं स्पर्श अभाववान् इति अभाव इति प्रथमाविभक्त्यां भवति न. पश्यतु नीलत्वं शुक्लत्व अभाववान् तत्र सप्तम्यां विभक्त्यां किमपि पदमस्ति वा? द्वे तत्र नीलत्वम् इति विशेष्यः विशेष्यं शुक्लत्व अभावः इति विशेषणं लक्ष्मी भगिनी उक्तवती तत् साधु एव संयुक्तसमवेतसमवेतविशेषणता तत्र अस्तु खलु. अनन्तरं शुक्लत्व अभावः नीलत्वे तस्मिन् अस्मिन् उदाहरणे शुक्लत्व अभावः शुक्लत्वाभावः विशेषणं नीलत्वे इति विशेष्यं न शुक्लत्वाभावः इति विशेष्यं नीलत्वे इति विशेषणं नीलत्वे इति विशेषणं पुनः घटेन एव चक्षुषसन्निकर्षः भवति संयोगः भवति इति कृत्वा संयुक्तसमवेतविशेष्यतासम्बन्धेन अभावः ज्ञाने अस्ति इति. एतादृश अभ्यासः किं कुर्मः किमर्थं कुर्मः इति प्रश्ने सति कार्यं कारणं च एकत्र एकस्मिन् अधिकरणे आनेतव्यम्, अतः एतादृश अभ्यासः वयं कुर्वन्ति स्म. बहु सुन्दरं भगिनि, सुन्दरम् अस्तु. सम्यक्, तर्हि एतत् सर्वं पुस्तके न आसीत् किन्तु वर्गे पठितम्, अनन्तरं पुस्तकात् अपि पठितं. तत्र किं सरलभगिनी वदति वा? अहं वयं प्रत्यक्षयोग्यत्वम् इति दृष्टवन्तः कः द्रव्ययोग्यं भवति प्रत्यक्षता, यस्य महत्त्वं परमाणु भिन्न परिमाणम् अस्ति, तस्य यस्य उद्भवरूपम् अस्ति, ते द्रव्य एते द्वे गुणाः सन्ति यत्र तत् द्रव्यस्य प्रत्यक्षं भवति. सो तत् द्रव्यं भवति प्रत्यक्षं योग्य इन्द्रियेण च संयुक्तं भवितुं शक्नोति. यथा इन्द्रियै केऽपि इन्द्रिये तेषां उद्भूतरूपम् अस्ति, किन्तु परमाणुपरिमाणम् अस्ति इत्यस्य इन्द्रियैः प्रत्यक्षम् इन्द्रियाणि तेषां प्रत्यक्षं न भवति. परमाणु तस्य परमाणुपरिमाणम् अस्ति, उद्भूतरूपं भूत्वा अपि तेषां प्रत्यक्षं न भवति इति वयं दृष्टवन्तः. अपि महोदय उक्तवान् न केवलं द्रव्यस्य प्रत्यक्षं योग्य द्रष्टव्यम्, अपि द्रव्यत् गत ये गुणाः सन्ति तेषामपि योग्यता द्रष्टव्यं भवति. यथा ये गुणाः संख्या परिमाण पृथक्त्वं द्रवत्यं संयोगविभाग परपर परत्वम् अपरत्वं कर्म द्रव्यवि गति वृत्ति जाति इति ते सर्वे अपि योग्यगुणाः सन्ति, किन्तु गुरुत्वम् इति योग्यं नास्ति प्रत्यक्षस्य. सो तदपि द्रष्टव्यं. सो प्रत्यक्षयोग्यद्रव्यम् अपि प्रत्यक्षयोग द्रव्यनिष्ठये गुणाः सन्ति तस्य योग्यता द्रष्टव्यं भवति इति वयं दृष्टवन्तः. घ्राणरस इन्द्रिया ते केवलं घ्राणरसश्रोत्रेन्द्रिया केवलं गुणग्राहकं सन्ति, चक्षुत्वक् इन्द्रिया न केवलं गुणग्राहक अपि तेषां ते गुणस्य आश्रयद्रव्यस्य अपि गृहीतुं सन्ति चक्षु त्वकेन्द्रियः द्वे इति वयं चिन्तितवन्तः. अत्र षड्विधसन्निकषाः सन्ति खलु, तत्र प्रथमः अस्ति संयोगः. तस्मिन् विषये किम् उक्तं राजेन्द्रमहोदय, संयोगविषये किम् उक्तं? संयोगः इत्युक्ते यथा इन्द्रियार्थसन्निकर्षजन्यं यः ज्ञानम् उत्पद्यते तत् संयोगः. यथा यथा घट भूतलं घटवत् तत्र भूतलं तु विशेष्यम् अस्ति, घटः विशेषणम् अस्ति, तस्य ज्ञानम् उत्पद्यते. यथा चक्षुः तत् संयोगः भूतले भूतलमपि च घटस्य संयोगः भवति तथा संयोगसन्निकर्षः भवति तथा. केवलं संयोगसम्बन्ध आवश्यकं नास्ति, कारणं कि श्रोत्रेन्द्रे तत्र समवायसम्बन्ध सन्निकर्ष अपि भवति. अतः लक्षणवाक्ये प्रत्यक्ष इन्द्रियार्थं सन्निकर्षम् इति वदामः, न तु प्रत्यक्ष इन्द्रियार्थं सम्बन्ध इति वयं संयोग या संयुक्तसम्बन्ध इति वदामः. प्राप्य कारितम् इति आगच्छति तत्र इन्द्रियैः द्रव्येन सह यः सम्बन्धः भवति तत् भवति प्राप्य कारित्वं. यदि तस्य योग्यरूपम् अस्ति, संयोगः केवलं द्रव्येन सह न भवति. चक्षु इन्द्रिय आकाश इन्द्रियम् अस्ति, तस्य कर्णशष्कुलीन छिन्नत्वं भवति आकाशस्य, अतः तत् समवाय सम्बन्धः तत्र आगच्छति. तत् सन्निकर्ष इति वदामः, न तु केवलं संयोगसम्बन्ध इति. इदानीम् इन्द्रियं द्रव्यम् अस्ति वा? इन्द्रियं यां द्रव्यम् अस्ति, इन्द्रियं द्रव्यम् अस्ति, तर्हि संयोगः कयोः भवति? द्रव्यद्रव्योः संयोगः भवति. हा, तर्हि संयोगसम्बन्धेन केवलं द्रव्योः विषयज्ञानं भवति. तत्रापि ये द्रव्याः प्रत्यक्षयोग्याः तेषामेव संयोगसम्बन्धेन ज्ञानं भवति, इत्युक्ते भावत्वम् उद्भूतरूपमपि च परमाणु भिन्न यथा भगिन्या उक्तं तत्सर्वम् अस्ति. वदतु किं महोदय? रजत महोदय तथैव महोदय उद्भूतरूपम् अपि च महत् परिमाण तत्र अस्ति तत्र प्रत्यक्षं जायते तथा महत् परिमाणम् इति न परमाणु इति मध्यमपरिमाणं परमाणु अतिरिक्त मध्यमपरिमाणं महत् परिमाणम् अस्ति तत्र प्रायः नास्ति न जायते मध्यमपरिमाणम् अस्तु राजेन्द्र महोदय यदि संयोगः द्वितीयः किं द्वितीयः सन्निकर्षः कीदृश संयुक्तसमवाय सन्निकर्षः यथा तेन किं किं ज्ञायते हा तत्र तत्र संयोगः भवति अपि च यथा गुण यथा घटे घटत्वम् अस्ति तत्र घटत्वं समवायसम्बन्धेन घटे अस्ति चक्षुषा घटस्य सह घटेन सह संयोगः भवति तत् संयुक्तसमवायः तत्र संयुक्तसमवाय सन्निकर्षः भवति घटे घटत्वं यथा वा अस्ति तस्य निश्चये गुणकर्म जाति अस्ति तेषां गृहीतं भवति संयुक्तसमवायसम्बन्धेन इत्युक्ते अत्र संयोगसम्बन्धेन द्रव्याणां प्रत्यक्षं भवति इत्युक्ते योग्यद्रव्याणां प्रत्यक्षं भवति किन्तु गुणाः द्रव्येषु समवेताः तर्हि संयुक्तसमवायसम्बन्धेन तेषां पदार्थानां ज्ञानं भवति ये द्रव्येषु समवेताः अपि चेत् भगिनी सरलभगिनी उक्तवती तेषां गुणानाम् एव प्रत्यक्षं भवति ये गुणाः योग्याः गुरुत्वं न समर्थमस्ति तस्य योग्यता नास्ति प्रत्यक्षज्ञानार्थम् इति एकः विषयः. द्वितीयविषयः लक्ष्मी भगिनी तत्र द्विन्द्रियग्राह्यविषये किम् उक्तम् रसनग्राण अपि च न तत्र अन्तिमवाक्यं अन्तिमवाक्यं पश्यतु संयुक्तसमवायसम्बन्धेन के सन्निकर्षेण के गृह्यन्ते रूपरसगन्धस्पर्श इति अस्ति खलु ओ अस्तु अस्तु अन्तिमवाक्यमस्ति रूपरसगन्धस्पर्शाः प्रतिनियतग्राह्याः इत्युक्ते रूपस्य कृते केवलं चक्षुः एव समर्थः भवति गन्धस्य कृते केवलं घ्राणेन्द्रियः एव समर्थः भवति स्पर्शस्य कृते केवलं त्वगिन्द्रियः एव समर्थः भवति किन्तु अन्याः गुणाः ये सन्ति संख्यापरिमाणः पृथक्त्वम् इत्यादि ते सर्वे द्वीन्द्रियग्राह्याः इत्युक्ते संख्यायाः कृते चक्षुः अपि च त्वगिन्द्रियम् आवश्यकं परिमाणस्य कृते अपि चक्षुः त्वगिन्द्रियम् क्षम्यताम् आवश्यकमिति न चक्षुषापि गृह्यते त्वचापि गृह्यते अस्तु अस्तु आं त्वचापि गृह्यते आवश्यकमिति न त्वचापि गृह्यते प्रतिनियतग्राह्यत्वं नास्ति त्वचापि गृह्यते चक्षुषापि गृह्यते सङ्ख्यापरिमाणः पृथक्त्वं द्रवत्वं संयोगः विभागः इत्यादि परस्वपरत्वं कर्माणि इति सर्वं द्रव्यवृत्तिजातयः किन्तु अन्यत् अपि एकं पठितवन्तः घ्राणरस चक्षुः त्वक्केव अन्य अपि एकः विषयः आसीत् खलु महोदय ओ कुत्रचित् रसनेन्द्रेण ग्राह्यते इति भासते, किन्तु तथा न वस्तुतः तथा न भवति. आम्रफलस्य रसं आम्रफलस्य अनुभवः केवलं जिह्वायां त्वचा भवति, यतोहि त्वग् इन्द्रियं सार्वशारीरिक इन्द्रियं खलु, शारीरसम्पूर्णे सर्वत्र अस्ति. किन्तु मम अत्र संशयः अस्ति, अहं ध्वनिमुद्रमपि श्रुतवती इत्युक्ते गतसप्ताहस्य न तु अस्मिन् शनियात्रस्य, तत्र द्रोणमहोदयेन उक्तं यत् त्वक्केन्द्रियेण अस्तु, यदि रसेन्द्रियेण केवलं मधुरमिति एव ज्ञातुं शक्नुमः, आम्रफलमिति साक्षात् न ज्ञातुं शक्नुमः खलु. किन्तु चक्षुषा अपि तदेव स्थितिः, चक्षुषा के आम्रफलमिति ज्ञातुं शक्नुमः, तत् न तु मधुरं वा न इति न ज्ञातुं शक्नुमः. अतः ज्ञानम् आम्रफलस्य ज्ञानं सम्पूर्णज्ञानम् एकेन इन्द्रियेण न भवति, केवलं एकः गुणः वा आकारः वा तदेव ज्ञायते. तत्र स्मृति अपि च इतर इन्द्रियाणि अपि आवश्यकं सम्पूर्णज्ञानार्थं. सत्यम् इति अनुभवः अस्ति खलु. किमर्थं एतादृशवाक्यमस्ति, चक्षुः एतादृशं संयोगमात्रेण द्रव्यप्रत्यक्षं जायते इति, तत्र कुत्र अस्ति भगिनि? प्रथमपरिच्छेदे प्रथमपरिच्छेदे तृतीयचतुर्थवाक्यम्, अवशिष्टे द्वे इन्द्रिये चक्षुः त्वक् च एताभ्यां संयोगमात्रेण न द्रव्यप्रत्यक्षं जायते. केवलं संयोगमात्रेण न भवति खलु, यतोहि भवत्वं वायुः अस्ति, तत्र किं प्राचीननैयायिकानां मते वायुः न गृह्यते इन्द्रियेण, उद्भूतरूपं नास्ति खलु, तथा तर्हि केवलं संयोगः न आवश्यकः, द्रव्ये महत्त्वम् अपि च उद्भूतरूपम् अपि आवश्यकम् इति कथनस्य आशा. न केवलं संयोगः किन्तु द्रव्ये किमपि निकषः भवेत्, महत्त्वं भवेत्, रूपं भवेत्, उद्भूतरूपं भवेत्. ओ अस्तु अस्तु ओ अस्तु तदेव कथनस्य आशा अस्तु. बुद्धम् आम्. पूर्वस्मिन् वाक्ये विशेषतश्च बहिरिन्द्रियेषु ग्राणरसनश्रोत्रे इन्द्रियाणां द्रव्यप्रत्यक्षजनने असामर्थ्यं निरूपितम् एव अस्माभिः. ओ अस्तु. रसनेन्द्रियेण केवलं मधुरं ज्ञायते खलु, द्रव्यप्रत्यक्षमिति गुणः अत्र द्रव्यं मधुरमिति गुणः गुणस्य ज्ञानमेव भवति ग्राणरसनश्रोत्रेन्द्रियेण, श्रोत्रेन्द्रियैः केवलं गुणस्य ज्ञानं भवति, किन्तु चक्षुः त्वचा द्रव्यप्रत्यक्षं यथा भवति यदा द्रव्ये महत्त्वम् उद्भूतरूपमस्ति. सम्यक् तथैव अस्ति. ओ अस्तु अस्तु इति मुख्यविषयः. अस्तु अस्तु तर्हि तत्र तस्मिन्नेव पुटे अन्तिमवाक्यं कृपया पठतु लक्ष्मी भगिनी. गुणग्रहणे तु अस्तु गुणग्रहणे तु ग्राणरसने समर्थे एव इति ताभ्यामपि स्वविषयस्य प्रत्यक्षं जायते. ओ ग्राणरसने गुणग्रहणे तु ग्राणरसने समर्थे इति कति सप्तमी खलु ग्राणरसने गुणग्रहणे ग्राणरसने समर्थे इति तथा न, तत्र रसना इति श्रीलिङ्गपदं, घ्राणरसना द्वन्द्वस्य प्राणरसने इति द्विवचनं प्रथमविभक्ति द्विवचनम्. ओ अस्तु अस्तु सत्यं प्राणरसने समर्थे एव. अस्तु समर्थे ग्राणरसने ग्राणरसने गुणग्रहणे समर्थे इति तत्र अन्वयः गुणग्रहणे समर्थे इति ग्राणरसने समर्थे एव इति ताभ्यामपि स्वविषयस्य प्रत्यक्षं जायते. अत्र ताभ्यामिति ग्राणरसन ग्राणस्य विषयं ग्राणस्य विषयम् अपि च रसनस्य विषयं स्वविषयस्य प्रत्यक्षं ग्राणस्य विषयं ताभ्यामिति का विभक्ति ताभ्यामिति तृतीया विभक्ति न पञ्चमी विभक्ति द्विवचन न तृतीया एव तृतीया द्विवचन. ग्राणरसने ताभ्यां स्वविषयस्य प्रत्यक्षं जायते. स्वविषय इति अत्र गुणः स्वस्य विषयः मधुररुचि वा पुष्पगन्धं वा किमपि यः विषयः अस्ति तस्य प्रत्यक्षं जायते इति विवक्षा. तद् सरलभगिन्या प्रश्नः अस्ति वा न गुणग्रहणे समर्थे भवति सति सप्तमी इति गुणग्रहणे गुणग्रहणे इति प्रायः सामान्यसप्तमी तस्मिन् विषये विषये सप्तमी गुणग्रहणे ग्राणरसने समर्थे समर्थे इति किं विशेषं ग्राणरसने समर्थे ते समर्थे अस्तु अस्तु तेषां योग्यता अस्ति तेषां प्रत्यक्षयोग्यता अस्ति इति. अस्तु तर्हि अत्र अधोभागित्रमस्ति खलु चित्रस्य किञ्चित् वदतु द्रव्यं मूले अस्ति. अस्तु गुणाः द्रव्ये समवायसम्बन्धेन सन्ति. केचन गुणाः प्रतिनियतग्राह्याः प्रतिनियतग्राह्याः इत्युक्ते एकस्मिन् गुणस्य कृते एकस्य गुणस्य कृते एकः इन्द्रः आवश्यकः यथा रूपं चक्षुषा गन्धं ग्राणेन्द्रियेण इत्यादि. केचन गुणाः द्वीन्द्रियग्राह्याः उदाहरणत्वेन परिमाणः पृथक्त्वम् इत्यादि द्वीन्द्रियग्राह्याः इत्युक्ते द्वीन्द्रियग्राह्याः इत्युक्ते सङ्ख्या यदि स्वीकुर्मः चेत् चक्षुषापि ग्राह्यः त्वचापि ग्राह्यः कर्मणि द्रव्यकर्मणि अपि कर्मणि समवायसम्बन्धेन अस्ति. कर्माणि क्षम्यतां कर्माणि समवायसम्बन्धेन अस्ति. तत् समवायसम्बन्धेन अस्ति इति कर्माणि अपि द्वीन्द्रियग्राह्याः खलु कर्माणि न अत्र दक्षिणभागे चक्षुरादि इन्द्रियमस्ति तैः इन्द्रियैः संयोगसम्बन्ध शरः भिन्न शरः द्रव्यस्य द्रव्यं प्रति अस्ति चक्षुरिन्द्रियेण संयोगसम्बन्धः चक्षुरिन्द्रियो द्रव्ययोः मध्ये संयोगसम्बन्धः द्रव्य कर्माणि गुणाः घटत्वादिसत्ता अन्तजातयः सर्वं समवायसम्बन्धेन द्रव्ये ओ अस्ति. अस्तु अतः समवायसम्बन्धेन चक्षुषा संयुक्तसमवेतसम्बन्धेन गुणाः कर्माणि घटत्वादि सत्तापर्यन्तं सत्तापर्यन्तं जातयः केवलं वदामि अत्र संयुक्तसमवेत इति सम्बन्धः न समवेत इति सम्बन्धः नास्ति खलु समवायः सम्बन्धः समवायसम्बन्धः अस्तु अस्तु संयुक्त यदपि कर्माणि कर्माणि द्रव्ये समवेताः, जातयः द्रव्ये समवेतः, तथापि सम्बन्धः इति वदामः तर्हि समवायः इति संयुक्तसमवाय सम्यक् साधु उक्तवती अहं साधु अस्मिन् चित्रे संयुक्तसमवायसम्बन्धस्य किञ्चित् चित्ररूपेण दर्शितं प्रदर्शितं द्रव्यस्य संयोगः द्रव्ये ये समवेताः ते गुणाः अपि संयुक्तसमवाय सन्निकर्षेण तेषां प्रत्यक्षं भवति इति एते पदार्थाः प्रथमसौधे विद्यमानाः इति भावयामः तर्हि तेषु पदार्थेषु विद्यमानाः गुणत्वरूपत्व कर्मत्व उत्पेक्षण इत्यादिजातयः उत्क्षेपणत्वादिजातयः द्वितीयसौधे विद्यमानाः स्युः तेषां संयुक्तसमवायसन्निकर्षः न वक्तुं शक्यः तस्य प्रथमसौधस्तेषु उपक्षीणत्वात् अतः द्वितीयसौधस्थानां प्रत्यक्षाय संयुक्तसमवेतसमवायसन्निकर्षः कल्पितः यथा वयं पूर्वं द्वे गतवर्गे पठितवन्तः तस्य इदानीं चित्ररूपेण दत्तमस्ति चक्षुरिन्द्रिय तस्य संयोगसम्बन्धद्रव्येण सह भवति प्रथम तद् द्रव्यं यथा महोदय वर्गे उक्तवान् कल्पित ग्रौण्ड् फ्लोर् अस्ति प्रथमसौधे इति फस्ट् फ्लोर् यथा अधोभागे दत्तमस्ति गुणः अस्ति द्रव्यनिष्ठगुणसमवायसम्बन्धेन अस्ति द्रव्यनिष्ठकर्मसमवायसम्बन्धेन अस्ति द्रव्यनिष्ठजाति घटत्वजाति अपि समवायसम्बन्धेन अस्ति यदि तत्पर्यन्तं गुणपर्यन्तं केवलम् अस्माकं ज्ञानस्य विषयः भवति तत् भवति संयुक्तसमवायसन्निकर्षः गुणकर्म वा जाति इति यदि वयं पुनः अग्रे गन्तुम् इच्छामः यथा गुणे शुक्लत्वम् अस्ति रूपत्वम् अस्ति गुणत्वम् अस्ति वा सत्ता जाति अस्ति वा कर्म उत्क्षेपणत्वं कर्मत्वं सत्ता अस्ति तत्र भवति द्रव्यनिष्ठगुणसमवायसम्बन्धेन गुणनिष्ठगुणत्वं रूपत्वम् इति अपि समवायसम्बन्धेन अस्ति कर्मे कर्मणि अपि कर्मनिष्ठ उत्क्षेपण त्वं कर्मत्वं सत्ता समवायसम्बन्धेन अस्ति अत्र सन्निकर्षः भवति चक्षुसंयुक्त समवेतसमवायसम्बन्ध इति आगच्छति अत्र सो कः विषय ज्ञानस्य विषयः अस्ति तत्पर्यन्तम् अस्माकं लक्ष्यम् अस्ति सन्निकर्ष तत्पर्यन्तम् आगच्छति केवलं द्रव्य ज्ञानस्य विषयम् अस्ति तु केवलं चक्षुद्रव्ययोः संयुक्तसम्बन्धः आगच्छति यदि गुण अस्ति तस् संयुक्तसमवायसम्बन्ध यदि गुणत्वं वा जाति रूपत्वं गुणे अस्ति रूपे रूपत्वम् इति अस्माकं लक्ष्यम् अस्ति तत् इन्द्रियं यदि स्वं वयं वदामः स्वसंयुक्तसमवेतसमवायसम्बन्ध ज्ञानस्य कारणं भवति तत्र अत्र विषय तत् अस्माकं लक्ष्यमस्ति कार्यादि समानकार्याधिकरणम् आनीत्वं यदि गुणत्वम् अस्माकं लक्ष्यमस्ति तत्र ज्ञानं भवति गुणत्वे विषयता सम्बन्धेन तत्र आगच्छति अत्र उपक्षीणत्वात् तस्य को अर्थः? सामर्थ्यम् अस्ति, सामर्थ्य उपक्षीण नो, तस्य सामर्थ्यहीन अस्ति, यस्य प्रथम यदि गुण यत्पर्यन्तं गुण अस्ति तत्पर्यन्तं केवलं संयुक्त चक्षु द्रव्यः संयुक्त सामर्थ्यं न भवति. यत् अस्माकं विवक्षा गुण अस्ति तो संयुक्तसमवायसम्बन्ध इति सामर्थ्यं भवति, न तु केवलं द्रव्य पर्यन्तं संयुक्तसम्बन्ध. इत्युक्ते गुणत्वं रूपत्वं तत्पर्यन्तं न न गन्तुं शक्नोति समवायसम्बन्धः. तत्पर्यन्तं केवलं तस्य सामर्थ्यं न भवति, संयुक्तसमवायसम्बन्धः अपि एक अन्य सोपानम् आगच्छति तत्र, अतः उपक्षीणत्वात् इति भवति प्रथम सौधस्थेषु उपक्षणि उपक्षीणत्वात् इति भवति. क्षीण मीन्स् हीन इति भवति तत्र, हि महोदय उक्तवान् सामर्थ्यहीन, सामर्थ्यं नास्ति, सामर्थ्यहीनः अस्ति. तस्मात् संयुक्तसमवेतसमवायः इति सन्निकर्षः आवश्यकः, तस्य कल्पितं भवति. साधु प्रश्नः अस्ति वा? प्रष्टुमस्ति इति मन्ये. तर्हि चित्रे किं भगिनि वक्तुमिच्छति वा? उक्तवती खलु एव कर्म. सर्वम् अस्तु, अग्रे किं रजतन् महोदय पठति वा एतैः सन्निकर्षैः? आम् महोदय. एतैः सन्निकर्षैः इन्द्रियस्य एवं विषया आश्रयस्य यत्र भेदः तेषां पदार्थानां प्रत्यक्षं उपपादितम्. इतः यत्र ग्राहकं श्रोत्री इन्द्रियम् आकाशरूपं, ग्राह्यः शब्दोऽपि आकाश आश्रितः, तत्सन्निकर्षम् आह श्रोत्रेण इत्यादीनाम् एतावता यथा भगिनी उक्तवती, तत्र सन्निकर्ष इन्द्रियस्य एव विषय आश्रयः यत्र भेदाः सन्ति, यथा चक्षुरिन्द्रिय चतुरिन्द्रिय आश्रयस्य भेदाः यत्र सन्ति तेषां पदार्थानां प्रत्यक्षम् उपपाद्यं, तत् पदार्थानां प्रत्यक्षं भवति तथा. परन्तु यत्र ग्राहकं श्रोत्रेन्द्रियम् आकाशरूपम् अस्ति तत्र शब्दो अपि आकाश आश्रितः, तत् सन्निकर्षम् अह श्रोत्रेण इत्यादिना. तत्र यथा श्रोत्रेन्द्रियेण आकाशरूपं तत्र ग्राहकः अस्ति, श्रोत्रेण आकाशरूपं तत्र ग्राहकः अस्ति, तत्र तादृशी तत् प्रत्यक्षं न भवति यथा यथा हि तत् सन्निकर्षं श्रोत्रेण इत्यादिना. तत् किं महोदय, तस्य अर्थः कः? श्रोत्रेण श्रोत्रेण वा भिन्न इन्द्रिय इति समवायः भवति, श्रोत्रेण अथवा इत्यादिना, श्रोत्रेण अथवा इत्यादिना अपि च इत्यादिना, तत् प्रत्यक्षं न भवति यथा तत्र प्रत्यक्षं भवति. किन्तु भेदः कः इत्युक्ते, किं पूर्वम् एतावता अस्माभिः यत् पठितम्, इन्द्रियस्य एवं विषय आश्रयस्य भेदः अस्ति इत्युक्ते किम्? आम्, इन्द्रियं चक्षुरिन्द्रियं, विषयः घटः, घटस्य आश्रयः कः? भूतलं वा किमपि, किमपि चक्षुरिन्द्रियं, घटस्य आश्रयः कः? घटस्य आश्रयः कपालः वा किमपि इति. चक्षुरिन्द्रस्य आश्रयः भिन्नः, शरीरं किमपि, तयोः आश्रयस्य भेदः अस्ति. गन्ध इन्द्रियं घ्राणेन्द्रियम् अस्ति, तस्य आश्रयः भिन्नः, गन्धस्य आश्रयः भिन्नः, गन्धस्य आश्रयः पुष्पं वा किमपि, आश्रयभेदः अस्ति इन्द्रियस्य अपि च इन्द्रियविषयस्य ज्ञानविषयस्य आश्रयस्य भेदः अस्ति एतावता। संयोगविषये संयुक्तसमवायविषये संयुक्तसमवेतसमवायविषये इदानीं भिन्नं श्रोत्रेन्द्रियं, श्रोत्रेन्द्रियस्य आश्रयः कः? आकाशः। आकाशः तेन ग्राह्यं किम्? शब्दस्य आश्रयः कः? आकाशः एव। हा, इदानीं श्रोत्रेन्द्रियस्य इन्द्रियस्य अपि च शब्दस्य विषयस्य समानाश्रयः, समानाश्रयः। पूर्वं तथा न आसीत्, पूर्वम् इन्द्रियस्य आश्रयः भिन्नः, पदार्थस्य विषयस्य आश्रयः भिन्नः, इदानीम् इन्द्रियस्य अपि आश्रयः आकाशः, ग्राह्यशब्दस्य अपि आश्रयः आकाशः, समान आश्रयः इति इदानीं नूतन किम् आश्रयभेदः अस्ति इति मुख्यविषयः। साधु भेदं बुद्धं खलु? अन्यस्य प्रश्नः अस्ति वा लक्ष्मी भगिनि? साधु महोदय, साधु। तत्र विषयाश्रयस्य भेदः अस्ति, चक्षुरिन्द्रियः द्रव्येन सह तत्र आश्रयभेदः आसीत् अस्ति, इदानीं नूतनविषये तथा नास्ति। हलो, हरि ओम्। अस्तु अग्रे राजेन्द्र महोदय। अत्र च रूप अभावात् महत् परिमाणवतो अपि गगनस्य न प्रत्यक्षम् इति। अत्र आकाशे यत् रूप अभावः अस्ति तत्र महत् परिमाण अस्ति, परन्तु उद्भूत रूपं नास्ति, तत्कारणात् गगनस्य प्रत्यक्षं न भवति। शब्द अस्तु श्रोत्रसंवेत इति, तत्र समवायः एव सन्निकर्षः। शब्दः यथा अस्ति सः संवेतः अस्ति आकाशे, तत् समवायसम्बन्धेन तस्य सन्निकर्षः भवति। यथा श्रोत्रं शब्दः तत्र समवायसम्बन्धेन तस्य सन्निकर्षः भवति। वक्त्रा उच्चरितः शब्दः न श्रोत्रेण गृह्यते, किन्तु पूर्व उक्तरीत्या शब्दः परम्परया श्रोत्रदेश उत्पन्नः इति सः एव गृह्यते। अत्र श्रोत्र इन्द्रिय किम् अस्ति, तत्र यथा कोऽपि जनः तत् वक्त्रा अस्ति, सः तेन किमपि उच्चारितं शब्दः उच्चारितः, सः शब्दः श्रोत्रेण न गृह्यते, श्रोतुः न गृह्यते, किन्तु तत् तेन शब्देन शब्दः तत् परम्परया रूपेण तत्र अन्य शब्दः तु उत्पन्नः भवन्ति, तत्र एतावता रीत्या तत्र अन्ततो गत्वा श्रोतुः तत् गृह्यते, तत् शब्दं गृह्यते तत्र। महोदय, अत्र श्रोत्रा तत्र श्रोत्रा इति कीदृशं पदं? श्रोत्रा इत्युक्ते अत्र श्रोता इति प्रातिपदिकं, यथा पिता पितृ श्रोतुः इति पञ्चमी विभक्ति अथवा षष्ठी विभक्ति, श्रोतुः श्रोत्रा इति तृतीया विभक्ति, यथा वक्त्रा इत्युक्ते वक्ता अस्ति, तेन वक्ता तेन वक्त्रा अत्र वदति शब्दः न श्रोत्रेण गृह्यते। यः श्रोत्रा श्रोता अस्ति तेन न गृह्यते. यः शब्दः वक्त्रा उच्चारितः उच्चार्यते सः शब्दः श्रोत्रेण न गृह्यते. किन्तु शब्दः परम्परया तत्र एकः शब्दः यथा उत्पद्यते तत् किञ्चित् दश दिशि गच्छति तदनन्तरं तेन शब्देन अपि च दश दिशि तत्र गच्छति अन्ततो गत्वा तत् श्रोत्रदेशे देशे तत्र तत् सः शब्दः गृह्यते तत्र श्रोत्रेण. तत्र संवेत् तथा अस्मिन् चित्रे अस्ति श्रोत्रं शब्दः समवायसम्बन्धेन अस्ति तत्र पुनः च तत् शब्दत्वं गुणत्वं तत् समवायसम्बन्धः समवायसम्बन्धेन अस्ति इति अन्ततो गत्वा संवेतसमवायसम्बन्धेन शब्दत्वं तत् शब्दस्य ग्रहणं भवति तत् यथा कवर्णे विद्यमानकत्वं गवर्णे विद्यमानं गत्वं तत् श्रोत्रेण गृह्यते तत् संवेतसमवायसम्बन्धेन निकर्षः जातः. सम्यक् महोदय. प्रश्नः अस्ति वा? न महोदय, इदानीं साधु. तत्र चित्रे समवायसमवायसम्बन्धः इत्युक्तः अपि च यथा महोदयेन उक्तं समवेतसमवायसम्बन्धः शब्दत्वम् इति शब्दे समवेतः खलु तथा अत्र प्रथमवाक्यं पश्यतु रूपाभावात् महत्त्वपरिमाणवतो अपि गगनस्य न प्रत्यक्षम् आकाशस्य प्रत्यक्षं न भवति रूपाभावात् यद्यपि तत्र महत् परिमाणम् अस्ति अपि च अन्यत् सर्वं साधु एव. अस्तु तर्हि किं लक्ष्मी भगिनी अग्रे पठति वा भावानां ग्राहकान् सन्निकर्षान् उक्त्वा भावानां ग्राहकान् सन्निकर्षान् उक्त्वा अभावग्राहकं सन्निकर्षम् आह विशेष्यविशेषणाभाव इति भावानां ग्राहकान् सन्निकर्षान् सम्पूर्णपरिच्छेदं अस्तु. अभावः इह द्रव्यनिष्ठः प्रथमं द्रव्यनिष्ठः द्वितीयं गुणादिप्रथमसौधस्थितेषु स्थितः अस्तु गुणत्वादि द्वितीयसौधस्थितेषु स्थितः चतुर्थं शब्दगतः पञ्चमं शब्दगतजातिगतो वा ग्राह्याः सर्वत्र आश्रयः संयोगादिसन्निकर्षः गृहीत एव. यदि भूतले विद्यमानः घट अभावः ग्राह्याः तदा भूतलं चक्षुः संयुक्तमस्ति एव. अभावः यदि भूतले विशेषण विधया भासते अर्थात् ज्ञानस्य आकारः यदि भूतलं घट अभावत् इत्याकारकः तदा चक्षुः संयुक्तविशेषणः सन्निकर्षो ग्राहकः. चक्षुः संयुक्तं भूतलं तद्विशेषणता अभावे इति एषः सन्निकर्षः ग्राहकः. यदि अभावे भूतलं विशेषणविधया प्रकाशते अर्थात् ज्ञानस्य आकारः भूतले घटभावः इत्याकारकः तदा अभावः विशेष्यः इत्यागतं तर्हि सन्निकर्षो अपि स्वसंयुक्तविशेष्यतारूपः कल्प्यः. ओ एतत् सर्वं पूर्वमेव दृष्टवन्तः इति भास्यते. अस्तु भावानां ग्राहकानां इत्युक्ते भावानां ग्राहकान् इत्युक्ते भावानां ग्राहकान् सन्निकर्षान् उक्त्वा इतः पर्यन्तं वयं यत् ये पदार्थाः सन्ति ये अभावः न सन्ति तेषां इन्द्रियेण तेषां पदार्थानाम् इन्द्रियग्राहकं पदार्थानाम् इन्द्रियैः कथं ग्राह्यते सन्निकर्षः कः इति एतत् पर्यन्तं दृष्टवन्तः. अधुना भावानाम् इत्युक्ते किं भावानाम् इत्युक्ते किं भवानाम् इत्युक्ते पदार्थानां द्रव्याणां पदार्थानाम् इत्युक्ते अभावः इति एकः पदार्थः इति कृत्वा द्रव्याणां द्रव्यगुणकर्म समवाय इति भावानां कर्मसामान्यं विशेषः अभावः विहाय अन्ये षट् पदार्थाः षट् पदार्थाः ते भावपदार्थाः ते भावपदार्थाः तेषां तेषां ग्राहकम् इन्द्रियैः सन्निकर्षैः द्वारा कथं भवति इति असन्निकर्षवर्णनम् अभवत् इतः पर्यन्तम् अनन्तरम् अभावग्राहकं सन्निकर्ष अभावग्राहकस्य सन्निकर्षं कथम् इति पूर्वं विशेष्य विशेषणभावः इति पूर्वं दृष्टवन्तः. तत्र पञ्चविधं सन्ति. प्रथमविधं द्रव्यनिष्ठः द्वितीयविधं गुणादि द्रव्यस्य भूतलं घटाभावत् इति द्वितीयद्रव्यनिष्ठः इत्युक्ते भूतलमेव तत्र विशेषणं घटाभावत् न भूतलं तत्र विशेषं घटाभाव अभावत् इति विशेषणं अभावः भूतले अभावः अस्ति इति द्रव्यनिष्ठः द्रव्यनिष्ठभावः अस्तु अभावः द्रव्यनिष्ठः अत्र सन्निकर्षः विशेष्य विशेषणता अस्ति अत्र द्वितीयविधमस्ति गुणादि प्रथमसौधस्थितेषु स्थितः अधुना प्रथमसौधे गुणाः सन्ति अधः स्तरे द्रव्याः सन्ति द्रव्यनिष्ठः सन्ति इदानीं प्रथमसौधे गुणाः सन्ति द्रव्यस्य गुणाः सन्ति तत्र स्थितः अभावः अभावः वक्तुं समये अभावः तस्य ग्राहकः तस्य सन्निकर्षस्य वर्णनं कल्पयितुं विशेष्य विशेषणभावः ओ अभावः अत्र केवलं वाक्यं वदति अभावः प्रथमसौस्थितेषु अभावः केवलं गुणाः प्रथम गुणकर्मण समवायसामान्य इति प्रथमसौध पदार्थाः तेषाम् अभावः तृतीयस्य गुणत्वादि द्वितीयसौधस्थितेषु स्थितः गुणत्वादि गुणेन समवेतः गुणत्वं ते सर्वे द्वितीयसौधे स्थिताः तेषाम् अभावः अपि ग्राह्याः अनन्तरं शब्दगतः श्रोत्रेन्द्रियेण शब्दगतः अभावः श्रोत्रेन्द्रिय शब्दः अपि गुणः श्रोत्रेन्द्रियः एव आकाशः आकाशस्य गुणः शब्दः इति तस्य शब्दगत अभावः इति अनन्तरं शब्दगते जातिगतो वा ग्राह्याः इत्युक्ते शब्दगतजातिगतो इत्युक्ते अहं चिन्तयामि यदि शब्दः शब्दे अनेकविधाः सन्ति तेषां जातेः यदि कल्पयामः चेत् अत्र शब्दगत एकस्य एकविधशब्दः अन्यविधशब्दः नास्ति इति नास्ति इति तादृश अभावः शब्दगतजातिगत अभावः इति अस्तु सत्यम् वीणाशब्दे भेरि शब्द अभावः तथा शब्दगत अभावः अत्र मुख्यविषयः कः इत्युक्ते येन इन्द्रियेण भावपदार्थानां प्रत्यक्षं भवति तेनैव इन्द्रियेण तस्य अभावस्य प्रत्यक्षः अपि भवति अस्तु, यदि रूपस्य प्रत्यक्षः चक्षुषा भवति, रूप अभावस्य प्रत्यक्षः अपि चक्षुषा एव भवति. शब्दस्य प्रत्यक्षं श्रोत्रेण भवति, शब्दाभावस्य प्रत्यक्षमपि श्रोत्रेन्द्रियेण एव भवति इति मुख्यविषयः. अपरः विषयः अस्ति, किञ्चित् रिलेटेड् विषयः अस्ति, जातिः यः अस्ति, जातिः अपि तेनैव इन्द्रियेण ग्राह्यते. यथा घटः रूपं चक्षुषा ग्राह्यते, रूपत्वं चक्षुषा एव ग्राह्यते, न तु अन्येन इन्द्रियेण. येन इन्द्रियेण प्रत्यक्षं पदार्थस्य प्रत्यक्षं जायते, तेनैव इन्द्रियेण जातेः अपि च अभावस्य प्रत्यक्षं तेनैव इन्द्रियेण जायते इति सामान्यविषयः. खलु, इदानीं पञ्चविधाः के पूर्वं यत् पठितं, संयोगसम्बन्धः, सन्निकर्षः, संयुक्तसमवायसम्बन्धः, सन्निकर्षः, संयुक्तसमवेतसमवायसन्निकर्षः, समवायसन्निकर्षः, समवेतसमवायसन्निकर्षः, तेषां पञ्चसु तत्र किं प्रतिनियत अभावः तत्रापि भवितुम् अर्हन्ति इति. तादृश अभावाः सन्ति, यस्य प्रत्यक्षं तस्य अभावः अत्र, तस्य अभावस्य किं भवितुम् अर्हति, तादृश अभावाः भवितुम् अर्हन्ति, पञ्चविध अभावाः. साधु, अग्रे सर्वत्र आश्रयः संयोगादिसन्निकर्षैः गृहीतः एव, सर्वत्र यत्र अभावः ग्राह्यते तत्र संयोगादिसन्निकर्षैः गृह्यते. इत्युक्ते उदाहरणत्वेन चक्षुषा वा त्वचा इति अहम् उदाहरणं दृष्टवन्तः. इन्द्रियस्य संयोगः आश्रयेण भवति, अभावस्य आश्रये भवति. इन्द्रियस्य सन्निकर्षः अभावस्य आश्रये, इन्द्रियस्य संयोगसन्निकर्षः अभावस्य आश्रये आश्रये भवति. परम्परासम्बन्धेन सन्निकर्षः पूर्वोक्ताः एव, संयोगादिसन्निकर्षे पूर्वमुक्तं खलु सर्वं, पञ्चविधसन्निकर्षः. यदि भूतले विद्यमानः घटाभावः ग्राह्यः तदा भूतलं चक्षुसंयुक्तमस्ति एव. आम् अस्तु, यदि भूतले घटाभावः वर्तते, घटाभावः चक्षुषा एव गृह्यते. चक्षुषा भूतलं चक्षुभूतलयोः मध्ये संयोगसम्बन्धः, भूतले अभावः विद्यमान अभावः विद्यमानघटाभावः संयुक्त चक्षुसंयुक्त अभावः यदि भूतले विशेषणविधया भासते, अर्थात् ज्ञानस्य आकारः यदि भूतलं घटाभाववत् इत्याकारकः, तदा चक्षुसंयुक्तविशेषणता सन्निकर्षः ग्राहकः. ओ अस्तु, यदि भूतलं भूतले घट अभावः इति अभावः यदि भूतले विशेषणविधया भासते, घटाभावः यदि भूतले यदि घटाभावः विशेषणं भूतलं विशेष्यः, अभावः यदि विशेषेण भासते भूतले विशेषेण भासते, अर्थात् ज्ञानस्य आकारः यदि भूतलं घट अभाववत् इति आकारकः. ओ अस्तु, यदि अभावः यस्मिन् प्रसङ्गे अभावः विशेषणः भूतलस्य विशेषणमस्ति, तदा ज्ञानस्य आकारः भूतलं घटाभावत् इति आकारः, तदा चक्षुः भूतलेन संयुक्तः तत्र सन्निकर्षः संयुक्तविशेषणता इति सन्निकर्षः भवति. भूतलं घट अभाववत् तत्र किं विशेष्यं किं विशेषणं तत्र भूतलं विशेष्यम् अभावः विशेषणं घटभावः विशेषणम् घटभावः विशेष घट अभावत् अभावत् घट अभावम् अभावत् इति विशेषणं भूतलं विशेषणता इति सन्निकर्षः तेन सन्निकर्षेण किं कुत्र अस्ति तेन सन्निकर्षेण अभावः अभावः भूतले अस्तु ज्ञानस्य विषयः अस्ति भूतलं भूतलं घटाभावत् इति अतः भूतलं घटाभावत् घटाभावः इति ज्ञानं कार्यं तत्र विशेषणमेव कार्यम् अत्र खलु विशेषणमेव कार्यमत्र सम्पूर्ण आकारकमत्र कार्यं वयं अत्र उक्तं खलु चक्षुसंयुक्तविशेषणता सन्निकर्षः इति सन्निकर्षः कयोः मध्ये अस्ति सम्बन्धः कयोः मध्ये चक्षुः घटः चक्षुः भूतलयोः मध्ये सम्बन्धः भूतल घटभावः योः मध्ये संयुक्तविशेषणता सम्बन्धः एकनिमिषम् अस्माभिः यत् पठितं चक्षुषः चक्षुतः आरभ्य ज्ञानपर्यन्तं गन्तव्यं खलु चक्षुषः आरभ्य संयोगः घटः भूतलं क्षम्यतां भूतलं तत्र विशेषणता घटाभावः तर्हि आहत्य चक्षुसंयुक्तविशेषणता इति सन्निकर्षः चक्षुतः अभावपर्यन्तम् सन्निकर्षः इन्द्रियज्ञानमध्ये भवति ज्ञानयोः मध्ये भवति खलु कार्यकारणमध्ये कार्यं ज्ञानम् अभाव इति ज्ञानं कार्यं कारणम् इन्द्रियं चक्षुः तयोः मध्ये यत् भवती उक्तवती आरम्भे खलु समानाधिकरणमिति साधितव्यं तर्हि इन्द्रियतः आरभ्य तत्र अभावपर्यन्तं सन्निकर्षः कीदृशः इत्युक्ते चक्षुसंयुक्तविशेषणता खलु भवती उक्तवती आरम्भे खलु अन्यरीत्या उक्तं खलु सत्यं सत्यं सत्यं यद्वयं पठितवन्तः तत् अन्यरीत्या तत्र उक्तं साधु सर्वेषां प्रश्नः अस्ति वा राजेन्द्रमहोदय साधु हरि ओम् क्षम्यतां महोदय म्यूट् मध्ये आसम् आं साधु अस्तु अग्रे भगिनि चक्षुसंयुक्तं भूतलं चक्षुसंयुक्तं भूतलं तद् विशेषणता अभावे इति एषः सन्निकर्षः ग्राहकः साधुना एव एतत् दृष्टवन्तः चक्षुभूतलयोः मध्ये संयोगः अनन्तरं तस्य विशेषणता भूतलस्य विशेषणता अभावः इति चक्षुः इन्द्रियः विशेष अभावः विशेषणता तयोः मध्ये सन्निकर्षः चक्षुसंयुक्तविशेषता इति ग्राहकः एषः सन्निकर्षः ग्राहकः यदि अभावे भूतलं विशेषणविधया प्रकाशते अर्थात् ज्ञानस्य आकारः भूतले घट अभावः इत्याकारकः तदा अभावः विशेष्यः इत्यागतम् अस्तु एतत् पूर्वं दृष्टवन्तः भूतले घट अभावः पूर्वं भूतलं घट अभावत् इति दृष्टवन्तः तत्र विशेषणविशेष्यं द्वयोपि समानविभक्ति अत्र भूतले घट अभावः इति वाक्यं घट अभावः एव तत्र विशेष्यं, भूतलम् अधुना विशेषणं भवति. अत्र ज्ञानस्य अत्र अत्र चक्षुः एव इन्द्रियं तत्कारणम्, अभावः ज्ञानम्. अत्र ज्ञानस्य कार्यम् अत्र चक्षुभूतलयोः मध्ये पुनः संयोगसम्बन्धः भूतलतट अभावयोः मध्ये विशेष्यता सम्बन्धः संयुक्तविशेष्यतासम्बन्धः चक्षुसंयुक्तविशेष्यतासन्निकर्षः इति सन्निकर्षस्य वर्णनमत्र. उत्तमम्. अत्र स्व इत्युक्ते किं? स्वसंयुक्त चक्षुसंयुक्तविशेषतारूप. अत्र ज्ञानम् अभावे भूतलं विशेषणमस्ति. भूतलं विशेषणम् अभावः अत्र विशेषः. तस्मात् भिन्नसन्निकर्षः अत्र आगच्छति. खलु अस्माभिः पठितमेव. चित्रे किम् अस्ति? चित्रे चित्रं किञ्चित् दर्शयतु. चित्रे अस्तु, वामभागे भूतलम् आश्रयः, तस्य विशेषतः घट अभावः. चक्षुरिन्द्रियं भूतलं चक्षुरिन्द्रियं भूतलयोः मध्ये संयोगसम्बन्धः भूतनिष्ठविशेषणता घट अभावे इति कृत्वा घट अभावः न घटाभावः संयुक्तविशेषणतासम्बन्धेन ज्ञाने अस्ति. चक्षुरिन्द्रिये अस्ति अत्र कारणे कार्यमपि आनयामः. अनन्तरं अत्र दक्षिणभागे घटाभावः आश्रयः तस्य न घटाभावः घटभावः आश्रय विशेष्यत घटभावः विशेष्यता तदाश्रयः भूतलम् इति विशेषणम् इत्युक्ते अनेक सर्वत्र घटभावः सन्ति. एतत् भूतलम् अन्येभ्यः घटभावेभ्यः पृथक् करोति इति अत्र भूतलम् एतद् भूतलं विशेषणमस्ति. चक्षुरिन्द्रियं पुनः संयुक्तसम्बन्धेन चक्षुरिन्द्रियः भूतलयोः मध्ये पुनः संयोगसम्बन्धः भूतले विशेष्यता सम्बन्धेन घटाभावः प्रतीतिः. अतः चक्षुसंयुक्त विशेष्यता सम्बन्धेन घटाभावः चक्षुरिन्द्रिये अस्ति. चक्षुरिन्द्रिये अस्ति इत्युक्ते ज्ञाने खलु? सत्यं, तथैव. ज्ञानं कार्यं, चक्षुरिन्द्रियं कारणम्. अत्र समानाधिकरणं घटाभावः एव खलु? अभावः एव समानाधिकरणम्. अभावः ज्ञाने विषयतासम्बन्धेन, अभावः चक्षुरिन्द्रिये संयुक्तविशेषतासम्बन्धेन. अस्तु, साधु प्रश्नः अस्ति वा? इतो अग्रे किञ्चिदेव पठितं, किं लक्ष्मीभगिनी एव पठतु. वाक्यद्वयमेव पठितं खलु इति चिन्तयामि. वाक्यचतुर्थं प्रायः किं महोदय स्मरति वा? आम् आम् आम् आम् तथा महोदयेन उक्तवान् सः अग्रिम सप्ताहे पुनः करोति तत् साधु किञ्चित् वाक्यानि अस्माभिः. इदानीं प्रथमशोधस्तेषु अभावगृहोपायं चिन्तयामः। तत्र घटत्व आदयः जातयः गुणाः कर्मणि च सन्ति, घटते पटत्वं नास्ति इति, तद् अभावः चक्षुषा गृह्यते। इत्थमेव रूपे रस अभावः कर्मणि च गुणत्व अभावः गृह्यते। तत्र विशेष्यं त्रयम् अपि संयुक्तसमवायसन्निकर्षेण इन्द्रियेण सम्बद्धं सम्बद्धं प्रथम शोधे यथा फस्ट् फ्लो यथा तत्र तस्य पूर्वस्मिन् चित्रे अर्थमस्ति। इदानीं प्रथम शोधितेषु अभावगृह उपायं चिन्तयामः। घटत्व आदयः जातयः गुणाः कर्मणि च कर्माणि च सन्ति, तत् घटत्वजाति अपि च गुणाः च कर्माणि च सन्ति। उदाहरणत्वेन घटत्वे पटत्वं नास्ति, तद् अभावः चक्षुषा गृह्यते। तत् अपि संयुक्त सत्संयुक्त विशेष विशेषतासम्बन्धेन विशेषतासन्निकर्षेण तत्र गायते एवं वा महोदय? घटते पटत्वं नास्ति, तद् अभावः चक्षुषा गृह्यते। यत् घटत्वे पटत्वं नास्ति इति तादृशी यथा अस्माभिः पूर्वं कृतं, तत् चक्षुषा तस्य तद् अभावः गृह्यते चक्षुषा। तस्य सम्बन्धः अहं चिन्तयामि तत्र स्वसंयुक्त सत्संयुक्त विशेषता सम्बन्ध इतोपि एकः स्तरः आवश्यकः, संयुक्त संवेत विशेषता सम्बन्धे सन्निकर्षः भवति। अग्रे पठतु अग्रिमवाक्यं तथा। इत्थमेव रूपे रस अभावः कर्मणि च गुणत अभावः गृह्यते। तत्र इन्द्रियेण सह तत् रूपे रस अभावः अस्ति, कर्मणि च गुणत अभावः तदपि गृह्यते। तत् विशेष्यं त्रयम् अपि सत्संयुक्तसमवायसन्निकर्षेण सत्संयुक्तसमवायसन्निकर्षेण इन्द्रियेण सम्बद्धं अस्तु। सोत् इत्युक्ते इन्द्रियं चक्षु इन्द्रियम् अस्मिन् उदाहरणे संयुक्त इन्द्रियेण इन्द्रियस्य यथा घटत्वे घटस्य सन्निकर्षः भवति, तत् सत्संयुक्त घटे घटत्वम् अस्ति, समवायसम्बन्धः विशेषता तत् पटत्वं तु इदानीं विशेषम् अस्ति, विशेषता सम्बन्धेन तत्र सन्निकर्षः भवति। यथा पूर्वं तत् लक्ष्मीभगिनी उक्तवती तोयस्पर्शे उष्णत्व अभावत्वं, क्षम्यतां, तोयस्पर्शः उष्णत्व अभाववान्, तत्र तोयस्पर्शः इति विशेष्यः, उष्णत्व अभावः इति विशेषणं। तत्र त्वचा जलस्य त्वयं जलम् अस्तु खलु, जलस्य जलस्य ज्ञानं भवति संयोगसम्बन्धेन, जले समवेतः गुणः स्पर्शः, स्पर्शस्य विशेषणता किम्? उष्णत्व अभावः, तर्हि अत्र त्वचा आरभ्य त्वचा संयुक्तसमवेतविशेषणता विशेषणता अस्तु अस्तु। तथैव अत्र चक्षुरिन्द्रियेण घटस्य ज्ञानं भवति, घटे घटत्वं समवेतः, तर्हि एतावता संयुक्तसमवेतः संयुक्तसमवायः चिन्तितम्, तत्र विशेषणता अस्ति पटत्वाभावः खलु, तर्हि संयुक्तसमवेतसमवाय किं विशेषणता विशेषणता इति भवति यदा वदामः घट किं तत्र द्रष्टव्यं पटत्वं घटत्वे तर्हि पटत्वम् इति विशेषः खलु तत्र भवति सत्यं नो चेत् अत्र विशेषता भवति तथा भवति घटत्वे पटत्वम् इति वदामश्चेत् पटत्वम् पटत्वाभावः इति पटत्वाभावः इति भवति खलु सत्यं पटत्वा विशेषं भवति भिन्नरीत्या वक्तव्यं तर्हि पुनः सः पाठयिष्यति एषः परिच्छेदम् एतत् परिच्छेदम् अत्र घटत्वे अस्ति यथा भूतले घटाभावः तथा आसीत् तत्र घटाभावः विशेष्यं तत्र तत् अत्रापि तत्र घटत्वे पट अभावः किं विशेषणं विशेषणं घटत्वं विशेषं पटत्वं पट अभावः सत्यम् अभावः इति विशेष्यं सत्यं किन्तु घटत्वं पटत्व अभाववत् तत्र साधु अस्ति तत्र तदा तु विशेषणं भवति सत्यं लक्ष्मी भगिनी साधु सर्वम् आं महोदय प्रश्नः नास्ति चेत् अत्र स्थापितुं शक्नुमः अस्तु अस्तु धन्यवादः शुभरात्रिः शुभरात्रिः